नमस्कारः. दात्पाठे हल्सन्धिः इति पाठः अनुवर्तते. अत्र अन्तिमभागः अभ्यासः प्रवर्तमानः अस्ति. तस्मात् पूर्वं परिशिष्टमिति महोदय नूतनभागः योजितवान् भागं योजितवान् तर्हि तद् एकवारं पठित्वा अभ्यासं करोतु. शुक्रवर्णम् उपदार्थं पठतु वा परिशिष्ट. परिशिष्टं कश्चन प्रश्नः उदेति छ्वोः षूडननाशिके च इति सूत्रेण तुक्सहितचकारस्य स्थाने शकारादेशः एवमस्ति चेत् पाप्रच्छ योगः सि इति स्थितौ किमर्थं न छ्वोः षूडननाशिके च इत्यनेन तुक्सहितचकारस्य षत्वम् इति प्रश्नः अस्ति. चकारान्तधातूनां कृते सामान्यं व्रश्च भ्रश्च सृज मृज यज राज भ्राजश्चशांशः इत्यनेन षत्वं वयं पूर्वमेव दृष्टवन्तः. यदि धातुः चकारान्तः तुक्सहितचकारान्तः अस्ति चेत् तस्य षकारादेशः भवति सामान्येन व्रश्च भ्रश्च सृज मृज इति सूत्रेण. किन्तु च्वोः षूडननासिके च इति सूत्रम् अपि वदति तुक्सहितचकारः धातौ अन्ते अस्ति चेत् तस्य षकारादेशः भवति इति कृत्वा तयोः मध्ये स्पर्धा इव अस्ति. षकारादेशः अपि अस्ति षकारादेशः अपि अस्ति इति कृत्वा अत्र प्रश्नः उदेति. पाप्रच् योगः सि व्रश्च भ्रश्च सृज मृज यज राज भ्राजश्चशांशः अनेन तुक्सहितचकारस्य स्थाने षकारादेशः भवति. पाप्रश् योगः सि षडोकः सि इत्यनेन षकारस्य स्थाने ककारादेशः. पाप्रक् योगः सि पाप्रक् योगः आदेशप्रत्ययो इत्यनेन सकारस्य स्थाने षकारादेशः भवति. पाप्रक् योगः षि पाप्रक्षि इति रूपमेव अस्माभिः पूर्वं दृष्टम्. किन्तु इदानीं प्रश्नः उदेति छ्वोः षूडननासिके च इति सूत्रस्य प्रसक्तिः प्राप्तिः अस्ति अपि अस्ति इति कृत्वा किमर्थं षकारादेशः न इति प्रश्नः. सुब्रह्मण्यमहोदयस्य प्रश्नः आसीत् गतसप्ताहे पृष्टवान्. अस्तु, धन्यवादः. तर्हि अग्रे सुब्रह्मण्यमहोदय पठति वा. आं भगिनि, इदानीम् अत्र किन्तु वस्तुतस्तु अत्र छ्वोः षूडनुनासिके च इत्यस्य प्रसक्तिरस्ति किल. प्रसक्तिरस्ति चेत् व्रश्च भ्रश्च सृज राज प्रसक्तिरस्ति चेत् व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशां षः इति सूत्रम् असिद्धं. तर्हि अत्र का गतिः? अत्र प्रश्नः अस्ति, यदि छ्वोः षूडनुनासिके च अत्र यदि न छ्वोः षूडनुनासिके च इत्यस्य प्रसक्तिः अत्र अपि अस्ति, तस्य प्रसक्तिः अस्ति चेत् व्रश्च भ्रश्च सृज मृज यजराजभ्राजश्चशांशः इति सूत्रम् असिद्धं भवति. इत्युक्ते तस्मिन्नेव समये द्वयोः सूत्रस्य प्रसक्तिः अस्ति, अपि च छ्वोः षूडनुनासिके च इति अत्र कार्यं करोति चेत् तदानीमेव तस्मिन्नेव समये द्वितीयसूत्रम् असिद्धं भवति इति. तर्हि अत्र गतिः का इति प्रश्नः. यथा जानीमः, पाणिनिना न उच्यते कस्मिन् कस्मिन् सूत्रे कस्य कस्य अनुवृत्तिः. वैयाकरणाः विचिन्त्य अस्मान् सूचयन्ति. कुत्रचित् किन्तु विभिन्नपक्षाः भवन्ति, यथा अत्र काशिकाकारः लिखति यत् छोः षूडनुनासिके च ज्वरत्वरस्त्रिव्यभिमवामुपधायाश्च इत्यनयोः द्वयोः सूत्रयोः अपि कृति इत्यस्य अनुवृत्तिः. नाम अनयोः सूत्रयोः कार्यं भवति कृति झलादिप्रत्यये परे. सिद्धान्तकौमुद्यां दीयते यत् छोः षूडनुनासिके च इति सूत्रे कृति इत्यस्य अनुवृत्तिः अस्ति, किन्तु ज्वरत्वरस्त्रिव्यभिमवामुपधायाश्च इति सूत्रे नास्ति. महाभाष्ये उक्तमस्ति यत् ज्वरत्वरस्त्रिव्यभिमवामुपधायाश्च इति सूत्रे नास्ति अनुवृत्तिः. छोः षूडनुनासिके च इति स्थले भाष्यकारः पक्षद्वयं प्रतिपादयति. एकस्मिन् पक्षे कृति अस्ति, अपरस्मिन् पक्षे नास्ति. इदानीम् अत्र चिन्तनमस्ति, पाणिनिमहर्षि केवलं सूत्राणि प्रतिपादितवान्, न तु सूत्राणाम् अनुवृत्तिः. वैयाकरणाः किञ्चित् चिन्तयित्वा सूत्राणाम् अनुवृत्तिः का इति वदन्ति. बहुत्र अत्र अत्र चिन्तनम् इति विषये एकत्वं भवति, परन्तु कुत्रचित् विभिन्नपक्षाः भवन्ति इति, इत्युक्ते अत्र मतभेदः इति भवति इति. अत्र काशिकाकारः अस्मिन् विषये, इत्युक्ते अत्र छोः षूडनुनासिके च अपि च अन्यत् सूत्रमस्ति ज्वरत्वरस्त्रव्यभिमवामुपधायाश्च द्वयोः सूत्रयोः कृते अत्र कृति इत्यस्य अपि अनुवृत्ति दीयते. इत्युक्ते अत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति यत्र झलादिप्रत्ययः कृति अस्ति चेदेव. परन्तु सिद्धान्तकौमुद्यां तु भिन्नचिन्तनमस्ति. अत्र छोः षूडनुनासिके च इति सूत्रे कृति इत्यस्य अनुवृत्तिः दत्तमस्ति. इत्युक्ते अत्र कृति झलादिप्रत्यये परे एव तत्सूत्रं कार्यं करोति इति, एव न झलादिप्रत्ययः कृति अस्ति चेदेव अत्र कार्यं करोति इति. अपि च कुत्र भेदः अस्ति इत्युक्ते ज्वरत्वरस्त्रिव्यभिमवामुपधायाश्च इति सूत्रे कृति इत्यस्य अनुवृत्तिः नास्ति, इत्युक्ते अत्र झलादिप्रत्यये परे इति अनुवृत्तिः दत्तमस्ति. तथा एव महाभाष्ये अपि ज्वरत्वरस्त्रिव्यभिमवामुपधायाश्च इति सूत्रस्य कृते तु अनुवृत्तेः कृति इत्यस्य प्रसक्तिः न दत्तमस्ति. परन्तु छोः षूडनुनासिके च इति सूत्रे भाष्यकारः पक्षद्वयम् अपि स्वीकरोति. एकस्मिन् पक्षे वदति कृति इत्यस्य अनुवृत्तिः अस्ति, इत्युक्ते कृतिजलादिप्रत्यये परे कार्यं करोति इति. अपरस्मिन् पक्षे वदति तथा न जलादिप्रत्यये परे कार्यं करोति इति. अतः इदानीं अत्र चिन्तनानि सन्ति इति अत्र वार्ता अस्ति. महोदय, अत्र पक्षद्वयम् इत्युक्ते विकल्पेन रूपं भवति इति वा? इति विकल्पेन तथा किं भवति अत्र निमित्तस्य विषये किल भगिनि अत्र अत्र रूपं रूपस्य प्रसक्तिः न परन्तु निमित्तस्य प्रसक्तिः प्रायः अहं चिन्तयामि कुत्रचित् क्नितिझलादिप्रत्यये परे इति वदति कुत्रचित् केवलं झलादिप्रत्यये परे इति वदति इति अहं चिन्तयामि भगिनि अत्र परन्तु अन्यथा कथम् अवगच्छामः अत्र मम अवगमनमासीत् एवम् आसीत् पक्षद्वयं भवति एकस्यैव पक्षद्वयं भवति परन्तु अत्र रूपस्य विषये तु नास्ति खलु भगिनि अत्र निमित्तस्य विषये अस्ति निमित्तस्य विषये अस्ति तर्हि नितीच इत्यनेन एकत्र कार्यं करोति अन्यत्र नितीच नास्ति चेत् किं भवति नास्ति चेत् किं भवति प्रायः अत्रापि अत्र सन्दिग्धस्य विषयः अस्ति खलु भगिनि यथा उक्तमस्ति अत्र प्रायः सन्दिग्धस्य विषयः अस्ति इति अहं चिन्तयामि भगिनी एवं भवितुमर्हति वा यत्र एकस्मिन् पक्षे ङिति अस्ति चेत् तत्र ङित्वात् तत्र गुणनिषेधः भवति इत्युक्ते केचन जनानां मतानुसारेण तत्र गुणः न भवति अपि च अन्यस्मिन् पक्षे तत्र गुणः भवति इति ङिति च इति अतः रूपद्वयम् इत्युक्ते मतभेदेन एव भिन्नभिन्नरूपाणि आगच्छन्ति परन्तु एकस्मिन् स्थले विकल्पेन न आगच्छति इति मम चिन्तनम् परन्तु अत्र गुणविषये गुणप्रसक्तिः नास्ति खलु भगिनि अत्र तु चकारस्य शकारः भवति तदनन्तरं तदनन्तरं यथा मामोति इति वयं दृष्टवन्तः किल तत्र गुणः भवति किल यतोहि तत्र ङित्वं नास्ति इति कृत्वा परन्तु गुणः कदा भवति परन्तु अत्र यदि वयं पक्षद्वयम् इति वदामः चेत् तत्र एकस्मिन् पक्षे मिति इत्यस्य अनुवृत्ति स्वीकुर्मः इत्युक्ते भाष्यकारः वदति द्वयोः अपि समीचीनमेव द्वयोः कृते अपि तर्कः अस्ति एकस्मिन् यः कोऽपि निति इति अनुवृत्ति स्वीकर्तुम् इच्छति चेत् सः स्वीकर्तुं शक्नोति यः न इच्छति सः निति इत्यस्य अनुवृत्ति न स्वीकरोति चेत् तदपि समीचीनमेव इति भाष्यकारः वदति इति अहं चिन्तयामि अतः एव केचन जनाः जनानाम् अनुसृत्य अनुसारेण तत्र गुणः भवति अपरस्मिन् पक्षे न भवति इति किल अत्र गुणस्य विषयः नास्ति इति अहं चिन्तयामि निति इत्यस्य इत्युक्ते यत्र प्रत्ययः कित् अथवा नित् अस्ति यदि वयं निति इत्यस्य अनुवृत्ति स्वीकुर्मः तर्हि तत्र यत्र प्रत्ययः नित् अथवा कित् अस्ति तत्र चोः षूडन्नासिके इत्यस्य प्रसक्तिः भवति यदि निति इत्यस्य अनुवृत्तिः न स्वीकुर्मः तत्र तु पित् अपि इत्यस्य किमपि महत्त्वं नास्ति यः कोऽपि प्रत्ययः जलादिप्रत्ययः अथवा अनुनासिकप्रत्ययः अस्ति यः कोऽपि प्रत्ययः जलादिप्रत्ययः अस्ति तत्र चोः षूडन्नासिके च इति सूत्रम् आगत्य कार्यं करोति यदि चकारः अस्ति अथवा वकारः अस्ति तर्हि अत्र तर्हि अत्र गुणस्य विषयः इति नास्ति यदि प्रत्ययः पित्वा कित्वा तस्य विषयः एव अस्ति इति अहं चिन्तयामि तदेव अत्र कीर्ति इत्यस्य अनुवृत्ति तदनन्तरं वयं पश्यामः तर्हि ऊट् आगच्छति किल ऊट् आदेशः यदि आगच्छति तर्हि ऊकारेण तत्र गुणः भवति वा इति न अग्रिमकार्यं परन्तु अत्र प्रत्ययस्य लक्षणं तु न परिवर्तते खल भगिनि, प्रत्यये तु प्रत्यये एव, यदि पित्वा अपित्वा प्रत्ययः तु प्रत्यये एव, तस्य लक्षणं तु न परिवर्तनं भवति एतस्मात् सूत्रात्. सम्यक्, आम्, प्रत्ययस्य लक्षणं तथा, परन्तु अत्र किञ्चित् सन्दिग्धस्य विषयः तु अस्ति एव. इत्युक्ते किमर्थं तथा भाष्यकारः दत्तवान्? केवलं जलादि इत्युक्ते एव समीचीनमेव किल? अत्र तु अत्र तु मतभेदाः अस्ति किल, तदेव तदर्थमेव भाष्यकारः वदति मतभेदाः अस्ति इति कृत्वा तत्र यः कोऽपि नीति इत्यस्य अनुवृत्तिः स्वीकरोति चेत् तदपि तस्य कृते अपि तर्कः अस्ति, यः नीति न स्वीकरोति तस्य कृते अपि तर्कः अस्ति इति भाष्यकारः वदति. प्रायः मतभेदस्य समर्थनं कृतवान् भाष्यकारः अत्र. किमपि तर्कः अस्ति भगिनि? सम्यक्तया न श्रूयते. न श्रूयते, न श्रूयते. मम आम् आम् महोदय, भवतः ध्वनिः सम्यक् न श्रूयते. पुनः आगमिष्यामि. हेमा भगिनी अग्रे पठतु, प्रायः एकनिमिषं प्रतीक्षां कुर्मः महोदयस्य कृते. अग्रे पठामि भगिनि. अस्य सर्वस्य महत्त्वं किम्? ज्वर त्वरस्त्रिव्यविमवामुपदायाश्च इति सूत्रे ङिति इत्यस्य अनुवृत्तिः भवति चेत् मामोति इति रूपं न सेत्स्यति. तिप् इत्यस्य पित्वात् अयं ङित्वत् ङित्वत् न, तदर्थम् ऊटादेशः अपि न भवति. न ज्वर त्वरस्त्रिव्यविमवामुपदायाश्च इत्यनेन न वा श्वोः षूडनुनासिके च इत्यनेन, तर्हि ऊटादेशः केन सूत्रेण भवति इति. मामव्योगः एतदेव अत्र अस्ति किल भगिनि, तत्र यदि ङिति इति अनुवृत्तिः स्वीकुर्मः चेत् ज्वरत्वरस्त्रिव्यभिमवामुपदायाश्च इति सूत्रेण, तत्र ङिति इति स्वीकुर्मः चेत् तत्र ङित्वत् भवति इति कारणेन मामोति इति रूपं न सिध्यति इति. तत् अग्रिमसूत्रस्य कृते एव खलु, ज्वरस्वर इत्यस्मिन् ङिति इति अनुवृत्तिः नास्ति, तर्हि तस्य समाधानमस्ति यदि आसीत् चेत् मामोति रूपं न निष्पास्य पावितुं शक्नुमः इति. एतत् चूडनुनासिके च श्वः चूडनुनासिके इति सूत्रस्य कार्यं नास्ति खलु, एतत्तु ज्वरस्वर इति सूत्रस्य कार्यम् अस्ति. ज्वरतर इति सूत्रे इति अनुवृत्तिः नास्ति इति तदेव महोदय अग्रे अपि उक्तवान्, राल्लोपः इत्यस्मिन् अपि अनुवृत्तिः एतस्यैव अग्रिमसूत्रं राल्लोपः इति आयाति, तत्रापि निति च इति कुत्रचित् जालस्थने तथा उक्तं, किन्तु महोदय उक्तवान् तत्र तु राल्लोपः इति वयं न स्वीकुर्मः, निति इति अनुवृत्तिः न भवति इति उक्तवान् तत्र. तर्हि मामव्योगः इति अत्र तु साधारणतया लोपोव्योर्वलि इति सूत्रस्य कार्यमेव भवति अपि, तर्हि तत्र वकारस्य लोपः भवति अपि च मामति इति रूपं यत् रूपम् अस्माकं सिद्ध शुद्धरूपं नास्ति इति, अनिष्टं रूपम् अस्ति. अतः माताजी वदति यत् अत्र काशिकाकारस्य मतमेव नास्ति अपि तु साक्षात् दोषः, तदर्थं ज्वर त्वर स्त्रिव्यविमवामुपदायाश्च इति सूत्रे काशिकाकारस्य पक्षं त्यजामः. अस्मिन् सूत्रे ङिति इत्यस्य अनुवृत्तिः न भवेत्, नास्ति एव इति. तर्हि मातुः अभिप्रायः अस्ति वयं काशिकाकारस्य मतं न स्वीकुर्मः एव, यतोहि तत्र दोषः अस्ति इति कृत्वा, केवलं ज्वरस्त्वर ज्वरत्वरस्त्रिव्यविमवामुपदायाश्च इति सूत्रं स्वीकुर्मः. इति सूत्रे ङिति अनुवृत्तिः नास्ति इति नास्ति तद् वयं स्वीकुर्मः. चूडनु नास्ति इत्यस्मिन् किं भवति इति अग्रे उक्तमस्ति. तर्हि श्वः पठामि वा भगिनि? अग्रिमपि पठतां भगिनि. श्रूयते वा सम्यक्? आमां श्रूयते. तर्हि श्वोः शूड् अनुनासिके च इति सूत्रे का गतिः? वस्तुतः न केवलं सिद्धान्तकौमुद्याम् अपि तु बहुषु ग्रन्थेषु दत्तम् अस्ति यत् निति इत्यस्य अनुवृत्तिः अत्र वर्तते. तथा अस्ति चेत् कः परिणामः? तुक् सहितचकारस्य स्थाने शकारादेशः ङिति जलादिप्रत्यये परे. एवं चेत् प्रापच्छियोगः सि इति स्थले अस्य सूत्रस्य प्रसक्तिः नास्ति. एतावता अस्माकं पाठेषु एतादृशस्य पक्षस्य आश्रयं स्वीकृत्य प्रतिपादनं भवति स्म. अपि च महाभाष्ये अपि अयं पक्षः वर्तते. अत्र भाष्यकारैः पक्षद्वयमपि स्वीकृतम् इति उक्तं यतोहि सिद्धान्तकौमुद्याम् अस्ति. तदर्थं माताजी अपि पूर्वं स्वीकरोति स्म, किन्तु अधुना ताभिरुच्यते यत् अयं पक्षः सम्यक् नास्ति इति. श्वोः शूडनुनासिके च इति सूत्रे ङिति इत्यस्य अनुवृत्तौ न कोऽपि लाभः. ङिति इत्यस्य अनुवृत्तिः नास्ति चेदपि सर्वाणि रूपाणि सिद्ध्यन्ति, अपि च लाघवम् अस्ति. तर्हि श्वोः शूडनुनासिके च अस्मिन् सूत्रे सिद्धान्तकौमुदी कौमुद्यां ङिति च इति अनुवृत्तिः अस्ति इति दत्तं. परन्तु यदि एवं भवति चेत् तत्र तुक्सहितचकारस्य स्थले शकारादेशः भवति, ङिति जलादिप्रत्यये स च प्रत्ययः स च जलादिप्रत्ययः यक्कित्वा ङित् अस्ति चेत्, यदि ङिति इति अनुवृत्तिः स्वीकुर्मः तर्हि प्रापच्छयोग सि अत्र तु तुक्सहितचकारः अस्ति किल भगिनि? इति सूत्रमेव अस्माभिः स्वीकृतं, किन्तु अधुना महोदय किं वदति तद् त्यक्त्वा तादृशचिन्तनं न आवश्यकं. श्वः षोडनुनासिके सूत्रे निति इत्यस्य अनुवृत्तिः न आवश्यकं, तर्हि तदेव सूत्रस्य तस्यैव सूत्रस्य कार्यं भवति इति तदेव कार्यं भवति. अस्य सूत्रस्य प्रसक्तिः नास्ति इति किमर्थम्? तदेव अग्रेपि महोदयेन उक्तं कस्य सूत्रस्य भगिनी ब्रश ब्रशति सूत्रस्य वा चोमोषूडनुनासिके तस्य एव प्रसक्तिः भवति. प्रसक्तिः नास्ति यदि निति इति अनुवृत्तिः स्वीकुर्मः तदा एव प्रसक्तिः न भवति. पुनः वदतु. यदि निति इति अनुवृत्ति स्वीकुर्मः चोः शूड नसिके चेति सूत्रे अत्र पापच् योगः सि सि इति पित् प्रत्ययः अस्ति, अतः अत्र चोः शूड नसिके चेति अस्य प्रसक्तिः न भवति यदि निति इति अनुवृत्ति स्वीकुर्मः. अतः एव महोदय अत्र सूत्रस्य प्रसक्तिः नास्ति इति पूर्वम् अस्माभिः पठितम्. अस्मिन् सन्दर्भे तु प्रश प्रश्नति एव कार्यम् इति अस्माभिः एतावता तादृशचिन्तनम् आसीत् तर्हि महोदय वदति तादृशं न आवश्यकं. चोः चूड् अनुनासिके च इति सूत्रे निति इत्यस्य अनुवृत्त्य कोऽपि लाभः नास्ति, अतः चोः चूड् अनुनासिके च इति सूत्रे निति न आवश्यकं. तर्हि इति चिन्तयामः चेत् तादृशम् अग्रे उक्तमस्ति. आहत्य किम् इत्युक्ते शोः शूडनुनासिके इति सूत्रे निमिति इत्यस्य अनुवृत्तिः न इत्यनेन लाभः नास्ति इति कृत्वा न स्वीकुर्मः तत्र गत्वा अपि च तत्र लाघवं भवति प्रथमं शोः शूडनुनासिके च स्वीकुर्मः तदनन्तरं ब्रश्च ब्रश्च इति स्वीकुर्मः चेत् सुब्रह्मण्यमहोदयस्य प्रश्नं सर्वं श्रुत्वा प्रायः तस्य अहं मनसि भिन्नचिन्तनम् अभवत् इति मन्ये भिन्नरीत्या अङ्करणं भगिनी भवतः ध्वनिः सम्यक्तया न श्रूयते भव्या भगिन्याः ध्वनिः सम्यक्तया न श्रूयते सर्वेषाम् एवमेव अस्ति मध्ये मध्ये तादृशक्लेशः वर्तते एतत् पङ्क्तिं पूरयतु पूरितवती वा पूर्णं तर्हि भवती पूरितवती किल चोः शूडनुनासिके च इति सूत्रे निति इत्यस्य अनुवृत्ति स्वीकरणेन तत्र कोऽपि लाभः न भवति इति वयं निति इति अनुवृत्तिः मास्तु इति यतोहि तत्र एवं कुर्मः चेत् तत्र लाघवम् अपि भवति अस्तु भगिनि धन्यवादः तर्हि विद्या भगिनी न केवलं निति इत्यस्य अनुवृत्तिः नास्ति माताजी वदति यत् चोः शूडन्नासिके च इति सूत्रे चोः इत्यस्य अर्थः नास्ति यत् तुक् सहितचकारः अपेक्षितः एव तुक् अस्ति चेदपि नास्ति चेदपि सूत्रस्य प्रसक्तिः एवमस्ति चेत् व्रश्च ब्रश्च सृज मृज यज राज ब्राज चशांशः इति सूत्रे चकारस्य आवश्यकता अस्ति वा यत्र कुत्रापि चकारान्तधातुः वर्तते जलाप्रत्यये परे चोः शूडनासिके च इति सूत्रेण चकारस्य षत्वं तदा व्रश्च ब्रश्च सृज मृज यज राज ब्राज चशांशः इत्यनेन शकारस्य षत्वम् अतः अधुना माताजी वदति यत् व्रश्च ब्रश्च सृज मृज यज राज ब्राज चशांशः इति सूत्रे चकारः मास्तु अस्मिन् सूत्रस्य लाघवं महाभाष्ये अपि एतादृशी चर्चा अस्ति पक्षत्वेन किन्तु माताजी प्रतिपादयति यत् अयं पक्षः न अपि तु सत्यम् एव अतः अग्रे एवमेव कुर्मः न केवलं पाप्रच् इति स्थले अपि तु वावञ्च् वावाञ्च् इति स्थले अपि तर्हि अत्र यतः पूर्वं वयं दृष्टवन्तः अत्र माताजी वदति निति इत्यस्य अनुवृत्तिः चोः शूडनासिके च इति सूत्रे मास्तु इति अपि च माताजी वदति यत्र चोः शूडनासिके च इति सूत्रे तत्र तुक् सहितचकारस्य स्थाने शकारादेशः भवति यदि जलादिप्रत्यये परे अनुनासिके अनुनासिकादिप्रत्यये परे क्विपरे इति अस्ति तर्हि तत्र तुक् सहितचकारः सर्वदा आवश्यकम् अस्ति वा इति प्रश्नः तदर्थं माताजी वदति यदि तुक् सहितचकारः नास्ति चेत् अपि यदि केवलं चकारः एव अस्ति चेदपि तत्रापि चोः शूडनासिके च इति सूत्रस्य प्रसक्तिः अस्ति यदि तादृशम् अस्ति चेत् तर्हि यदि धातुः चकारान्तः अस्ति चेत् तत्र प्रश्नः अस्ति यदि व्रश्च ब्रश्च सृज मृज यज राज ब्राज चशांशः इति सूत्रे चकारस्य आवश्यकता अस्ति वा किमर्थम् इत्युक्ते तत्र सर्वत्र चोः शूडनासिके च इति सूत्रस्य प्रसक्तिः भवति तत्तु पूर्वसूत्रम् अपि च अङ्गकार्यं यत्र कुत्रापि चकारान्तधातुः अस्ति चेत् अपि च जलादिप्रत्यये परे अस्ति चेत् तर्हि तत्र सर्वप्रथमं चोः शूडनासिके च इति सूत्रेण चकारस्य स्थाने ताल्लवशकारादेशः भवति तदनन्तरमेव व्रश्च ब्रश्च सृज मृज याज राज ब्राज चशांशः इति सूत्रेण ताल्लवशकारस्य स्थाने मूर्धनिषकारादेशः भवति अतः अत्र इदानीं माताजी वदति तत्र व्रश्च ब्रश्च सृज मृज यज राज ब्राज चशांशः इति सूत्रे चकारः मास्तु तत्र एव लाघवम् अस्ति महाभाष्ये वयं पूर्वं दृष्टवन्तः तत्र पक्षद्वयम् अस्ति, यस्मिन् पक्षे नीति इत्यस्य अनुवृत्तिः नास्ति तत्र एतादृशी चर्चा अपि अस्ति पक्षत्वेन। अतः अत्र माताजी इदानीम् अत्र वदति प्रथमं नीति इत्यस्य अनुवृत्तिः मास्तु, अपि च चकारः तुक्सहितचकारः एव भवेत् इति नास्ति। अतः अग्रे वयं यत्र यत्र चकारान्तधातुः अग्रे जलादिप्रत्ययः अस्ति चेत् अथवा अनुनासिकप्रत्ययः अस्ति चेत् तत्र सर्वप्रथमं चकारान्तधातूनां कृते प्रथमं चोः शूटनसिके च कार्यं करोति, तदनन्तरं ब्रश्च ब्रश्च इति सूत्रम् आगत्य कार्यं करोति, यथा पाप्रच् अथवा वावाञ्च् इति। अस्तु भगिनि, तर्हि तुक्सहितचकारस्य अपि चकारः इति न स्वीकरणीयम्, अनन्तरं निति इत्यस्य अनुवृत्तिः अपि नास्ति, चोः शूडर नास्ति चेत् अस्माभिः अग्रे गत्वा तथा चिन्तनीयं भवति। अनन्तरं चकारः ब्रश ब्रशति इति सूत्रे चकारस्य आवश्यकता नास्ति। किमर्थं पाणिनिः किमर्थं तुक्सहितचकारम् उपयोगं कृतवान् इत्यस्य उत्तरं महोदय अग्रिमसप्ताहे दास्यति। ओ अस्तु, ओ तदेव मम प्रश्नः अपि आसीत्, किमर्थं पूर्वं ह्रस्ववर्णः आसीत् चेत् तर्हि चेत् इति सूत्रेण अभवत् इति मन्यामहे, किन्तु अत्र तु पूर्वं किमपि वर्णः नास्ति, स्वरः नास्ति इति कृत्वा किमर्थं तादृश उपयोगः इति भगिनी पृष्टवती वा श्रुतवती वा न भगिनि? किमपि धन्यवादः, तर्हि अग्रे भगिनि अत्र भव्या भव्या क्षम्यतां भव्या भगिनी आहत्य तर्काः तर्कायाः निगमनं तर्काणां निगमनं किं भगिनि? चोः शूडननासिके च इति सूत्रे किङिति इत्यस्य अनुवृत्तिः न भवेत् इति एकम् किल किम् इत्युक्ते यत्किमपि चकारान्तदातुः भवतु तुक् सहितं वा तुक् नास्ति चेदपि अत्र अधुना सूत्रद्वयस्य प्रसक्तिः भवति इति मन्यामहे, छोः षोडनुनासिके च अनन्तरं ब्रश ब्रश इत्यस्य सूत्रद्वयस्य प्रसक्तिः। अधुना किम् इत्युक्ते छोः षोडनुनासिके च इति सूत्रे मिति इत्यस्य अनुवृत्तिः न स्वीकरणीयम्, इच्छतुक्सहितचकारस्य अपि स्वीकारः न भवतु इति, इत्युक्ते तुक्सहितं वा तुक् नास्ति चेदपि प्रसक्तिः भवति इति। तर्हि तादृशसन्दर्भे केवलं छोः षोड अनुनासिके चेति सूत्रस्य एव कार्यं भवति खलु, पूर्वसूत्रम् इति कृत्वा तस्यैव कार्यं भवति। तर्हि तद् क्षम्यतां सपादिसूत्रम् इति कृत्वा तस्य कार्यं भवति, तद् भूत्वा शकारादेशः भवति तालदिशकारः, अनन्तरं ब्रश ब्रश इति सूत्रेण तालदिशकारस्य स्थाने शकारादेशः भवति, मूर्धन्यशकारः। तर्हि आहत्य किम् इत्युक्ते ब्रश ब्रश इति सूत्रे छ इति यत् सूत्रे उक्तमस्ति तत्तु निरवकाशं भवति खलु, अधुना तर्हि तस्य स्वीकारः एव मास्तु, तद् तस्मिन् सूत्रे छ इति नास्ति इति चिन्तयित्वा अस्माकं चिन्तनं तादृशं भवति। आम् क्षम्यतां भगिनि, केवलं निगमनमेव वदामश्चेत् मम चिन्तनं किञ्चित् सम्यक्तया भवितुम् अर्हति। प्रथमं तु चोः शूडननाशिके च इत्यस्मिन् सूत्रे किङिति इत्यस्य अनुवृत्तिः नास्ति इति एकं निगमनं। आम् महोदय, अन्य अस्मिन् सूत्रे एव चोः इति तत्र तुक् सहितम् अस्ति, किन्तु तुक् सहितं तस्य आवश्यकता नास्ति, केवलं चकारः एव भवति चेदपि पर्याप्तम् इति द्वितीय निगमनम्। तृतीयनिगमनं तु ज्वरत्वर इत्यस्मिन् सूत्रे किङिति इत्यस्य अनुवृत्तिः आवश्यकं वा न वा? निश्चयेन नास्ति, तद् भवति चेत् मामोति इति रूपं न भवति, तर्हि तत्तु तस्य तु निश्चयेन नास्ति एव, निश्चयेन नास्ति इति निगमनम्। अपि च चतुर्थनिगमनं तु व्रश्च ब्रश्च इति सूत्रे तत्र तुक्सहितचकारं वा केवलं चकारं वा द्वयोः अपि आवश्यकता एव नास्ति इति। आम् आम् आम् अस्तु भगिनि, तावदेव। कार्यमेव न कदापि न भवति, किमर्थमित्युक्ते छोः छुडन्नति चेति सूत्रेण चालनिषकारादेशः नित्यं भवति इति कृत्वा अग्रे अस्य सूत्रस्य प्रसक्तिः न भवति, कार्यमेव न भवति, चकारस्य कार्यं न भवति। अस्तु भगिनि, तावदेव। भगिनि, इदानीम् एकः प्रश्नः, सम्यक् श्रूयते वा? अत्र व्रश्च भ्रज सृज मृज यजराज भाज छशांशः तस्मिन् सूत्रे अत्र तुक्सहितचकारः सूत्रे तु नास्ति किल भगिनि? अत्र तु सूत्रस्य विषये सन्धिः भूत्वा अत्र अल्पप्राणचकारः आगतः, चकारस्य प्रसक्तिः एव नास्ति तस्मिन् सूत्रे। परन्तु अत्र चिन्तयामि भगिनि, वावाञ्च् अपि च प्राप्रच् अत्र यदा वयम् उत्तमपुरुष एकवचने अपि च उत्तमपुरुष बहुवचने रूपाणि कथं भवन्ति इति अपि चिन्तने किञ्चित् अवगमनं सम्यक् भवति इति अहं चिन्तयामि। आम् कर्तुम् इच्छति वा? करोतु। अनुनासिके च अपि छोः षूड् अनुनासिके च अपि अस्ति अत्र, अतः यदि वा पञ्च् योगः स्वीकुर्मः चेत् अत्र छोः षूड् अनुनासिके च इत्यस्य कार्यं भवति चेत् अत्र वावांश् योगः मि इदानीम् अत्र षकारः अनन्तरं मकारः अत्र केवलं वर्णमेलनमेव प्रायः, षकारात् पूर्वं ञकारः अस्ति, अत्र पूर्वं तु तत्तु नकारः आसीत्, अतः नष्टापदान्तस्य झलि इत्यनेन अनुस्वारः भूत्वा अत्र वावांश्मि इति भवति वा? उत्तमपुरुष एकवचने भवति वा अथवा किमपि कार्यं न भवति, कार्यं न भवति, किमपि परिवर्तनं न भवति, तर्हि सकारम् एतावत् पर्यन्तं आम् तर्हि सि इति एव स्वीकृत्य कुर्मः, वावाञ्च योगः सि इति स्वीकुर्मः चेत् किं भवति? वावाञ्च योगः सि इति स्वीकुर्मः चेत् अत्रापि इदानीं षडनुनासिके प्रसक्तिः, अतः स्थालव्यशकारः चकारस्य स्थाने वावाञ्च योगः सि, इदानीम् अत्र अतः व्रश्च भ्रश्च सृज यज राजभ्राज छशांशः इत्यस्य प्रसक्तिः भूत्वा वावांश योगः सि, अनन्तरं षड्भो कः सि इत्यनेन ढकारः वावाण्ड् योगः सि, न ककारः वावाङ्क् योगः ककार सि, इदानीमत्र आदेशप्रत्यययोः इत्यनेन सकारः षकारः, अनन्तरं खरिच इत्यनेन ककारः ककारः एव, अनन्तरम् अत्र ञकारः यदस्ति तत्तु ञकारः भवति नश्चापदान्तस्य झलि अपि च अनुस्वारस्य ययि परसवर्णः इत्यनेन आहत्य अत्र वावाङ्क्षि इति रूपं निष्पन्नं भवति। नश्चापदान्तस्य झलि पूर्वमेव भवति, अनन्तरम् अन्तिमसोपानं ययि अनुस्वरस्य परन्तु अत्र अनुनासिकविषये एव अत्र यदि वयं अत्र छोः षूड् अनुनासिके च इति सूत्रे सुक्सहितचकारं नयामः चेत् सूत्रस्य प्रसक्तिः न भवति. यदि प्राप्रच् योगः मि अत्र तु छोः षूड् अनुनासिके च एव भवति. अत्र भूत्वा अत्र चकारः पाप्रश् योगः मि. इदानीम् अत्र शकारः प्रापश्मि तस्मात् पूर्वं चकारस्य प्रथमचकारस्य किम् अभवत् इति तदपि वदति वा? प्रथमचकारः तु अत्र सहितचकारः किं भवति? आमां तुक् इत्यस्य किं भवति? तुक् सहितचकारः अस्ति अत्र, परन्तु इदानीं तुक् सहितचकारः वा न वा इत्यपि सूत्रस्य प्रसक्तिः अस्ति. अत्र किञ्चित् भ्रमः अस्ति मम. अहं तु चिन्तयामि तत्तु चुक् तुक् सहितचकारः एव, अतः तुक् सहितचकारस्य स्थाने एव षकारादेशः भवति इति चिन्तयामि. अतः तथा चिन्तयामि इदानीं तु. किमर्थं चेत् मम मनसि इदानीम् अत्र तर्कः यः तर्कः दत्तमस्ति दत्तः तस्य अवगमनं पूर्णतया नास्ति भगिनि. इत्यस्मिन् विषये महोदय अग्रिमसप्ताहे योजयिष्यति. अधुना एव ईपत्रं लिखितवान्, समयः नास्ति तद् योजयितुं, तर्हि अग्रिमसप्ताहे कुर्मः इति. मम एवम् अवगमनमस्ति, इच्छा इत्यस्य कार्यं नास्ति, केवलं च इत्यस्य एव कार्यं, तर्हि निमित्तपयनिमित्तस्यापि उपायः इत्यनेन तु इत्यस्य तस्य विषये अपि महोदयः उक्तवान्, किञ्चित् अग्रे वदामि इति. तस्मिन् विषये अपि किञ्चित् चर्चा अभवत् गतवर्गे, परन्तु पुनः महोदय प्रेषयिष्यामि इति उक्तवान्. धन्यवादः भगिनी. तत्र मम चिन्तनम् एवमस्ति, तत्र छोः षूडनुनासिके इति सूत्रे धातोः अन्ते चकारः इत्येव अवगमनं किल तत्र? धातोः अङ्गस्य इत्येव अस्ति खलु, अङ्गस्य अन्ते चकारः. यदि अन्ते चकारः भवति चेत् तत्पूर्वं चेच इति सूत्रं निश्चयेन कार्यं करोति किल? तत्तु तत्तु दृष्ट्वा एव वक्तुं शक्नुमः. यदि ह्रस्वस्वरः अस्ति चेत् चेच इति सूत्रम् आगत्य कार्यं करोति, ह्रस्वस्वरः नास्ति चेत् चेच इत्यस्य कार्यं न भवति. दीर्घस्वरः इति अस्ति इति चिन्तयति चेत्, दीर्घस्वरः वा हल्वर्णः वा अस्ति चेत् तादृश उदाहरणम् इदानीं भवत्याः मनसि अस्ति वा? न महोदय, नास्ति महोदय. अग्रिमसप्ताहे प्रायः पूर्णतया अवगमनं भवति. अस्तु अस्तु, धन्यवादः. तर्हि अभ्यासान् भगिनि वदतु. वदामि वा? क्षम्यताम्. अत्र यदि चोः षूडनासिके च इति सूत्रे निति इत्यस्य अनुवृत्तिः नास्ति, तर्हि किमर्थं ज्वरद्वर त्रिव्यवीमवाम् इति सूत्रं वयं किमर्थं तत्र पश्यामः? चोः षूडनासि अनुनासिके च इति पूर्वसूत्रमस्ति, पूर्वसूत्रे एव अनुवृत्तिः नास्ति चेत् तर्हि परसूत्रस्य कृते अनुवृत्तिः भवति वा? निश्चयेन न भवति एव, तस्यैव चर्चामेव कृतवन्तः खलु. यदि चोः षूडनुनासिके च इति भिन्न मताः सन्ति खलु इति कृत्वा एव प्रथमं चोः चूड क्षम्यतां ज्वरस्वर इति स्वीकृत्य तत्तु यद् सर्वे अवगच्छन्ति, रूपाणि अपि वयं अधुना एव कृतवन्तः, तर्हि तस्य तु निश्चयेन नीतिः इति न भवति इति अवगच्छामः खलु. तर्हि तस्य निश्चयेन नास्ति इति स्वीकृत्य अवगम्य तस्मात् पूर्वं किम् अस्ति इति चिन्तयित्वा तस्मिन् तस्मिन् कुत्रचित् उक्तमस्ति खलु. काशिकावृत्यां तु नीति इति अनुवृत्तिः उक्तमस्ति. सिद्धान्तकौमुद्यामपि महाभाष्ये अपि कुत्रचित् उक्तमस्ति पक्षद्वयम् इति महोदय उक्तवान् खलु. तर्हि तादृश चिन्तनं भवति चेत् अधुना वयं कीदृश अस्माकं चिन्तनं कीदृशं भवतु इति चर्चा गच्छति खलु. तदर्थमेव महोदय पूर्वं ज्वरज्वर इति उक्त्वा अग्रे उक्तवान्. यद्यपि चोः इति पूर्वसूत्रमस्ति तथापि ददापि अवगमनार्थं. भगिनी तत्र अनन्तरमपि अस्ति किल मण्डूकप्लुतम् इति अपि अस्ति किल. पूर्वसूत्रे अनुवृत्तिः न भवेत् चेदपि अग्रिमसूत्रे भवितुम् अर्हति मण्डूकप्लुतगत्या इति. एवं वा, मां कुत्रचित् अहं दृष्टवती प्रायः. सत्यं प्रायः भवान् यत् उक्तवान् तस्य किं कः नाम मण्डूकप्लुतरीत्या इति. मण्डूकप्लुतम् इत्युक्ते एकस्मिन् सूत्रात् अग्रिमसूत्रे अनुवृत्तिः न भवति किन्तु तदग्रिमसूत्रे अपि भवितुम् अर्हति इति. वन् इट्स् आफ्टर् स्किपिङ्ग् वन् इट् केन् कम् इन् टु द नेक्स्ट् वन्. तादृशम् अनुवृत्तिः भवति चेत् मण्डूकप्लुति यदा मण्डूकं धावति किल तादृशं जस्ट् लैक् अ फ्राग् लीप्स् इट् इट् किप्स्. धन्यवादः. संस्थिति वा ततः आरभ्य वा मृज् मृज् दातुम् आरभ्य खलु. मणिमहोदय करोति वा मृज् दातु मृज् योगः सि इति अभ्यासः मृज् मृज् मृज् योः सि अत्र मृजेरुदि इति सूत्रं कार्यं करोति. अतः प्रसक्तिः बट् दिस्सूत्रं मृजेर्वृद्धि इति वृद्धिसूत्रम् एव प्रसक्तिः अस्ति अहं चिन्तयामि महोदय. प्राप्ति भवति अपवादत्वेन इति. आम् आम् महोदय. अपवादत्वेन पुगन्तलघुगतस्य चेत् सामान्यसूत्रमस्ति. मृजेर्वृद्धिः इति मृज् धातोः कृते अस्ति इति कृत्वा तस्य अपवादत्वेन तस्य कार्यं भवति इति. आम् महोदय. मार्ज् इति रूपं भवति सूत्रस्य कार्यं कृत्वा अत्र जास्थाने चोः कुः इति सूत्रस्य मार्ग् इति रूपम् आगच्छति. अनन्तयोः सि अत्र आदेशे प्रत्योः इति सूत्रं कृत्वा मार्ग् सि स्थाने सि आदेशे मूर्धन्य सि मार्ग् इति वृद्धिः अभवत् अनन्तरं तृतीय गकारः अस्ति. अनन्तरं सि स्थाने आदेशे प्रतियोगितसूत्रेण षि आदेशः मूर्धन्य मार्ग् इति अस्ति. अनन्तरं किम् अभवत् मार्ग् कवर्गं न इन्को इन्को वर्णः चोः कुः इत्यनेन जकारस्य स्थाने गकारः अस्ति महोदय मार्ग् किन्तु अस्माकं विशेषसूत्रमस्ति खलु ब्रश ब्रश ब्रज इति अस्ति तस्मिन् आं तत्र आं महोदय. चोः गुरु प्रभात्य अत्र मूर्धनीषकार आदेशे वृक्षप्रच इति सृज मृज यजराज ब्राज चषाम् इति सः इति सूत्रेण अत्र जकारस्य मूर्धनीषकार आदेशः देन् षडोः कः इति सि इति सूत्रेण अत्र अस्ति प्रथमककार आगच्छति अधः मार्क् इति अनन्तरम् आदेशप्रत्ययकार्यं करोति सि स्थाने षि आदेशो मुदिनिषि करिच सूत्रेण ककारः अस्ति सो अतः मार्क्षि इति माक्षि इति रूपं भवति महोदय अनन्तरं भगिनी तत्र यदा महोदयेन उक्तं मार्ज् योगः सि तस्मिन् सन्दर्भे चोः कुः इत्यनेन घकारादेशः अपि च करी च इत्यनेन खकारादेशः भूत्वा मार्क्षि अपि च आदेशप्रत्ययः तादृशमपि इष्टं रूपं प्राप्तुं शक्यते किल आम् सत्यं महोदय सत्यमेव किन्तु तर्हि कार्यं निरवकाशं भवति किमर्थं तस्य आवश्यकता इति मम प्रश्नः इदानीं वृश्चभ्रश्च इति सूत्रे यदि मार्षि इति इष्टं रूपम् एतादृशं चोः कुः अपि च करीच इत्यनेन प्राप्नोति चेत् प्राप्तुं शक्यते चेत् किमर्थं वृश्चभ्रश्च इति सूत्रे प्रायः अन्य कोऽपि स्थले तादृशं न अन्य तादृशं न भवति तदेव अहं अत्र षडोः कः सि इति सि सकारादिप्रत्यये परे एव ककारः आगच्छति अन्य स्थलेषु षकारः एव भवति किल महोदय पुनः अत्र केवलं सकारादिप्रत्ययः अस्ति चेदेव अत्र षडोः कः सि इत्यस्य प्रसक्तिः आगत्य अत्र ककारः आगच्छति यथा चोः कुः इत्यस्मात् अपि परन्तु यत्र सकारादिप्रत्ययः नास्ति अत्र तु व्रश्च भ्रज सृज मृज यजराज भ्राज चषांशः इत्यनेन शक्तुमेव सत्यं पदान्तकार्यम् अस्ति चेत् केवलं षकारः एव तिष्ठति तर्हि मृज् इत्यस्य किं भवति मार्ड् इति पदान्तकार्यमस्ति चेत् मार्षियोगः ति इति भवति किल भगिनि अत्र धन्यवादः महोदय अत्र शुकवान महोदयेन एकं सूत्रम् अस्ति वा महोदय सूत्रं नास्ति भगिनि केवलं सिद्धान्तः मण्डूकप्लुत प्लुत इति गूगल् मध्ये अन्वेषणं करोतु मिलति मण्डूकप्लुतः इति केवलं न सूत्रं नास्ति परिभाषा अस्ति वा इति अपि अहं न जानामि किन्तु तादृशसिद्धान्तः अस्ति ओ अस्तु अस्तु धन्यवादः महोदय अस्तु भगिनि संस्थयोगस्ति अत्र संस्थतः इति संयुक्त वर्णः अस्ति स्को सुनोगाद्यो इति सूत्रेण सकारस्य लोपः भवति संस्त योगसि भवति इदानीं खरीचरस्य अस्ति सूत्रेण तकार तथैव तिष्ठति तदनन्तरम् अनुस्वर अनुस्वरस्य यै परसमन् इति सूत्रेण अनुस्वरस्य नकार भवति सन्त् भवति तदनन्तरं वर्णमेलं भवति सन्त् सन्सि इति भवति सन्सि एकनिमिषं भगिनि कोः संयोगाद्योरन्ते चेत् प्रथमं तत् कार्यं भवति स्कोः लोपः चलि पदस्य को संयोग आद्योर आचे च आद्योर अन्ते च सकारस्य लोपः भवति तत्र माध्यमे अहं प्रयत्नं कृतवती तत् किमर्थमहं कृतवती प्रायः केनापि कारणेन मया तत् त्यक्तम् आं प्रायः सम्यक् किं भवति किं भवति तत्र कोः संयोगाद्योरन्ते च कार्यं करोति किल करोति खलु सकारसकारसंयोगः अस्ति तत्र पदान्ते अपि जलि परे अपि अस्ति आम् सकारप्रथमवर्णश्च लोपः भवति अस्तु भगिनि तादृशमेव रूपम् अस्ति वा संस्कृतिदातोः रूपाणि पश्यति चेत् नो चेत् भवत्याः रूपं किम् इति वदतु अहं तु किमर्थं कोः संयोगादिवरन्ते च न चिन्तितवती इति अधुना चिन्तयामि किन्तु अत्र अष्टाध्यायी डाट् काम् मध्ये अपि तस्य उपयोगः न कृतं तर्हि भगिनी तत्रापि मतभेदः अस्ति इति चिन्तयामि यतोहि नकारः सकारः तकारः तत्र वर्णत्रयं भवति किल केचन वैयाकरणाः चिन्तयन्ति केवलं वर्णद्वयं भवन्ति चेत् तत्र संयोगः भवति इति तर्हि अष्टाध्यायी डाट् काम् मध्ये सकारस्य लोपः न कृतं तत्र सकार नकार सकार तकारः मिलित्वा एव रूपं दत्तम् इति मन्ये परन्तु रूपं द्वयं भवति यदि वयं द्वय वर्णद्वयं स्वीकुर्मः चेत् सकारतकारयो तत् महोदय पूर्वमपि वयं चर्चितवन्तः किल यदि वर्णत्रयं भवति चेत् वि केन् टेक् टु टु एट् अ टैम् योजयामः चेत् तत्र सकारस्य लोपः भवति अस्तु भगिनि धन्यवादः भगिनि अग्रे शुकवन् महोदय पृच् योगः से से इति आत्मनेपदी अतः पृच् योगः गुणं वा गुणं न भवितुम् अर्हति से इति कारणेन अतः पृच्से एव रूपं वा नास्ति चकारान्तदातुः अस्ति जलि परे किं भवति सामान्यसूत्रम् चकारान्तदातुः चोहकुः इति सूत्रेण चकारस्य स्थाने ककारः आगच्छति पृक् योगः से इदानीं सकारस्य आदेशप्रत्ययः इत्यनेन षकारादेशः भवति पृक्षे इति रूपम् अन्तिमरूपं वा आम् आं महोदय खरीच इति कार्यमपि करोति किन्तु परिवर्तनं किमपि नास्ति धन्यवादः भगिनी अत्र मातुः पुस्तके तु संस्थि एव दत्तमस्ति भगिनि सकारस्य लोपं कृत्वा वा हा लोपं लोपः अभवत् भगिनि संस्थि अत्रापि स्कोः संयोगाद्योरन्ते च इत्यस्य प्रसक्तिः अस्ति अस्मिन् विषये तर्हि यथा भगिनी उक्तवती एकनिमेषं किन्तु संस्थि इति अस्ति मम अत्र धातुः अस्ति मूलधातुः षष्टि स्वप्ने इति धातुः भगिनि षष्टि मूर्धन्यषकारः षष्टि धन्यवादः महोदय धन्यवादः तर्हि तत्र नुमागमः भवति इति किल तेन एव तत्र अनुस्वारः भवति. अग्रे दुः दुः इति अस्ति, दुः योगः सि, दकारादि अपि अस्ति, हकारः अन्ते अस्ति इति कृत्वा दातेर्धातोर्गः इति कारणेन हकारस्य प्रथमं पुगन्तलघुपदस्य कारणेन तत्र गुणः भूत्वा दोः इति भवति. तदनन्तरं दातेर्धातोर्गः कारणेन हकारस्य स्थाने घकारादेशः, तर्हि दोघ् योगः सि इति. इदानीं बशोबश् भावः भवति, खकारः जशन्तः अस्ति, अपि च दकारः बश् अस्ति इति कृत्वा बशः स्थाने भषादेशः, तर्हि धोग् इति भवति. धोग् योगः सि, गकारः कवर्गीयवर्णः अस्ति इति कृत्वा सकारस्य षत्वं भवति आदेशप्रत्ययोः कारणेन, तर्हि धोग् योगः षि इति भवति. तदनन्तरं खरिच कारणेन घकारस्य ककारः भवति, धोक् योगः षि. इदानीं मेलनं भूत्वा धोक्षि इति रूपमाय. अस्तु भगिनि, धन्यवादः. सुब्रह्मण्यं आं भगिनि. इदानीम् अत्र निञ् योगः से, अत्र से इति अपि तस्य अतः गुणनिषेधः. इदानीम् अत्र गुणस्य प्रसक्तिः एव नास्ति, किमर्थम् इत्युक्ते अत्र उपधायां तु इक्वर्णः नास्ति एव प्रायः. इदानीमत्र जकारः अस्ति, अतः चोः कुः इत्यनेन जकारस्य स्थाने गकारः, निङ् योगः से. अनन्तरम् अत्र आदेशप्रत्यययोः इत्यनेन षत्वं, निङ् योगः षे. इदानीमत्र खरिच इत्यनेन ककारस्य स्थाने ककारः, निङ् योगः से षे. इदानीमत्र ककारः अस्ति, अपि च पूर्वम् अनुस्वारः अस्ति, अतः अनुस्वारस्य ययि परसवर्णः इत्यनेन अत्र ङकारः, निङ्क् योगः षे, निङ्क्षे इति रूपं भवति. अस्तु महोदय, किन्तु नशा कुचोः कुः तद् अनुस्वारं न पश्यति खलु, नकारमेव पश्यति. तर्हि प्रथमं चोः कुः, अनन्तरं नशापदान्तस्य चलि, नशापदान्तस्य झलि अन्ततो अन्ते कृतवान् भगिनि, किमर्थं चेत् अत्र वयं न जानीमः किल वर्णस्य परिवर्तनं कथं भवति इति. अनुस्वारादेशः भवति खलु, तर्हि नुमागमः भूत्वा एव तत्र अनुस्वारः अस्ति. अत्र नश्चापदान्तस्य झलि तु अत्र नकारः अस्ति चेत् अनुस्वारः भवति, अनुस्वारः अस्ति एव किल भगिनि अत्र. किं न अहं चिन्तयामि निन्द् इति धातुः इति मन्ये, धातोः रूपं पश्यामि चेत् धातुः आं भगिनि, निञ्ज् एव धातुः, नकारः एव अस्ति. शुद्धौ इति निजि धातुः इत्युक्ते अत्र नकारः आसीत् पूर्वम् इति स्वीकृत्य, नकारः अस्ति इति स्वीकृत्य रूपं तु समीचीनमेव, परन्तु नकारः अस्ति इति चिन्तयामि. नुमागमः नुमागमेन नकारः. कुत्र कुत्र असमीचीनं भगिनि मम किन्तु निञ्च् इति महोदयेन दत्तं, किन्तु मया नकारं स्वीकृतं नुमागमने. धातुः उपदेशावस्थायाम् एतस्य तद् स्वीकृत्य कुर्मः चेत् निञ्च् इति एव स्वीकुर्मः खलु, तर्हि ञकारः अस्ति इति स्वीकृत्य नुमागमः एव स्वीकृत्य कुर्मः चेत् प्रथमं नुमागमः अस्ति, अनन्तरं चोहोकुः आगत्य नकारः भवति, अनन्तरं नशापदान्तस्य जलि इदानीं सम्यक् अवगच्छामि. इत्युक्ते अत्र अनुस्वारः न परन्तु नकारः अस्ति मूले. मूले इत्युक्ते आम् यथा नुमागमः आगच्छति तदा आरभ्य कुर्मः. अस्तु भगिनि, इदानीं अस्तु अस्तु अस्तु अस्तु तथा कुर्मः चेत् एकवारं वदामि भगिनि. अत्र निञ्ज् योगः से इदानीं जकारः चोहोकुः इत्यनेन गकारः निङ् योगः से अनन्तरम् आदेशप्रत्यययोः इत्यनेन षत्वं निङ् योगः षे. इदानीम् अत्र नश्चापदान्तस्य झलि भवति वा प्रथमं खलि च भवति वा नश्चापदान्तस्य झलि कृत्वा अत्र अनुस्वारः अनन्तरम् अनुस्वारस्य ययि परसवर्ण इदानीं खरि च इदानीं खरि च अनन्तरम् अनुस्वारस्य ययि परसवर्णः चोहोकुः नश्चापदान्तस्य झलि आदेशप्रत्ययोः खरि च अनन्तरम् अनुस्वारस्य ययि परसवर्णः. परन्तु अत्र यदि नश्चापदान्तस्य झलि एकनिमिषं नश्चापदान्तस्य झलि प्रथमं करिष्यामः वा आदेशप्रत्ययोः इत्यस्मात् पूर्वं अत्र चतुर्विंशतितमसूत्रमस्ति अतः तत् प्रथमम् आगच्छति. आं भगिनि इदानीं सम्यक् अवगच्छामि. अत्र किञ्चित् मम भ्रमः आसीत् पूर्वमपि, इदानीं समीचीनमस्ति भगिनि. परन्तु अत्र किञ्चित् करिष्यामः वा तथा भगिनि अत्र किञ्चित् अग्रे दृष्ट्वा करिष्यामः वा कुत्रचित् उपदेशरूपं स्वीकृत्य कुर्मः चेत् एतादृशं भवति सोपानं. न परन्तु अत्र अनुस्वारस्य ययि परसवर्णः तु अनन्तरं खलि चेत् तस्मात् अनन्तरम् आगच्छति, परन्तु नश्चापदान्तस्य झलि इति कुर्मः वा न वा इति आदेशप्रत्यययोः इत्यस्य पूर्वमेव करिष्यामः वा. आं महोदय, मिलित्वा न गच्छतु, मिलित्वा एव आगच्छति इति सूत्रक्रममनुसरति एव इति महोदयेन पूर्वम् उक्तमासीत्. अत्र मम भ्रमः आसीत् पूर्वमपि, इदानीं सम्यक् भगिनि, धन्यवादः. धन्यवादः. विद्या भगिनि, अत्र उपदेशावस्थायां धातुः नत्वम् आसीत् किल भगिनि, निजी इति आसीत् वा? आम् भगिनि, नोणः इत्यनेन नकारः भूत्वा तदनन्तरं मिलितो धातुः कारणेन नकारः आयाति. अस्तु भगिनि, अष्टाध्यायी डाट् काम् मध्ये आदेशप्रत्ययोः इत्यस्य कार्यं तदनन्तरमेव नश्चापदान्तस्य झलि इति प्रायः दत्त दोषाय. हा आम्, तत्र सर्वत्र एवमेव दत्तं, परन्तु तत्र एवमेव यदि वयं एतादृशं पश्यामः चेत् परिवर्तनं किमपि न भवति, अन्ते रूपं समानमेव आगच्छति. यदि वयं आदेशप्रत्ययोः प्रथमं कुर्मः वा नो चेत् अनन्तरं कुर्मः तथापि अन्तिमरूपं तु समानमेव, परन्तु यदि क्रमेण कुर्मः चेत् तत्र दोषः न भवेत्. यतोहि वयं ए प्लस् बि प्लस् सि कुर्मः चेत् प्रथमं ए प्लस् बि करोतु तदनन्तरं बि प्लस् सि करोतु, नो चेत् प्रथमं बि प्लस् सि करोतु तदनन्तरं ए प्लस् बि करोतु, तत्र परिवर्तनं न भवति. तथैव अत्रापि वयं कुर्मः, परन्तु क्रमेण गच्छामः चेत् तत्र दोषः न भवति किल, तदर्थं प्रथमम् आदेशप्रत्ययोः करणीयम् इति. समयः अभवत् नास्ति, सपाददशवादनम् अग्रे क्षम्यतां विद्या भगिनि. अद्योगः सि अत्र तु किमपि नास्ति, करीच इत्यनेन तकारस्य तकारः अत्सि इति शीघ्रं शीघ्रं मणिमहोदय. वस् योः अस्ति अत्र वृषभृष सृज मृज यज राज ब्राज चषाम् इति सः इति सूत्रेण शिवस्थाने मूर्धन्य शकार आदेशः अनन्तरं अमुदा तालव्यसकारस्थाने मूर्धन्य शकारादेशः अनन्तरं षडोकः इति सूत्रेण अत्र कवर्ग कवर्णः एक प्रथमककारः आगच्छति अनन्तरम् आदेशप्रत्ययोः इति सूत्रेण सी स्थाने मूर्धन्य षि आदेशः करिचयति तथैव तिष्ठति मेलनं कृत्वा वक्षि इति रूपं भवति महोदय. धन्यवादः. चक्षयोगस्य अत्र कक्ष संयोग वर्णः अस्ति संयोगान्ते संयोग्याद्योरन्ते च इति सूत्रेण ककारस्य लोपः भवति. इदानीं षकारः अस्ति षडोकः अस्ति मूर्धन्यषकारस्य स्थाने ककारः आगच्छति. तदनन्तरं ककार वर्णः अस्ति आदेशप्रत्ययो इति सूत्रेण सकारस्य स्थाने मूर्धन्यषकारः आगच्छति. इदानीं खरी च अस्ति ककारः तथैव तिष्ठति चक्षे इति भवति. धन्यवादः. योगः से से तु आत्मनेपतिप्रत्ययः अतः गुणस्य उपादायां स्थितस्य किमपि कार्यं नास्ति तत्र. अपि च तत्र दीर्घमेव अस्ति इति कृत्वा आस् योगः से आस् से इति एव रूपं. भगिनि इदानीमपि पञ्चदशनिमिषं परिशिष्टमस्ति. अग्रे कसि इति रूपम् अस्ति भगिनि, तत्र उपदेशावस्थायामपि एवमेव अस्ति वा कसि योगः अस्ति? उपदेशावस्थायां यत् अस्ति तदेव महोदय अत्र दत्तवान्. तदेव अस्ति. तर्हि कसि योगः अस्ति अत्र पूर्वम् इकारः अस्ति इति कृत्वा आदेशप्रत्ययोः प्रसक्तिः शेषे इति भवति. न कसि इत्यस्मिन् सकार उत्तरवर्ति इकारः अजनुनासिकः इकारः अस्ति. तर्हि एवं वा? तर्हि उपदेशे अजनुनासिक इति कृत्वा तत् अपगच्छति. कस् योगः से कस्य इति अनन्तरं किं भवति यदि इकारस्य इदित् भवति चेत् किं भवति? अनुमागमः भवति इति वा? सत्यं. तर्हि कंस कंस योगः से कंस योगः से इदानीं केवलं मेलनं भवति कंसे. तत्र अनुमागमस्य नकारस्य अनुस्वारस्य नश्चापदान्तस्य झलि कृत्वा तत्र नकारस्य अनुस्वारं कुर्मः. तदनन्तरं तथैव तिष्ठति. तर्हि क अनुस्वारः इस् से अनन्तरं खरीच इति कार्यं भवति खलु? सकारस्य स्थाने सकारः एव किल? परन्तु खरी च वदामः अपि सकारस्य स्थाने सकारः इति कृत्वा कंसे. कंसे इति. धन्यवादः भगिनि. धन्यवादः. सुब्रह्मण्यं अत्र शास् योगः सि अस्ति भगिनि. अत्र केवलं खरी च अपि च वर्णमेलनं भूत्वा शास् सि इति रूपं भवति. दिह् योगः सि अत्र दिह् सि इति पित् प्रत्ययः अस्ति सिप् इति. तर्हि तत्र उपदायां गुणः प्रथमं पुगन्तलघुपदस्य चैत्येन देह् योगः सि. इदानीं दकारादिधातुः हकारान्तः अस्ति इति कृत्वा तत्र घोडः इति सूत्रप्रपाद्य धादेर्धातोर्गः इति सूत्रेण हकारस्य स्थाने घकारादेशः देग्योगः सि इदानीं तत्र गकारः जशन्तः एकाच् अस्ति आदौ पश् अस्ति इति कृत्वा एकाचो पशो पश्चशन्तस्य स्तोः निमित्तमस्ति सकारे परे इति कृत्वा आदौ दकारस्य स्थाने महाप्राणधकारः धेग् योगः सि इदानीं तत्र आदेशप्रत्यययोः इत्यनेन गकारस्य प्रभावने तत्र षत्वं धेग् योगः षि इदानीं तत्र करीच इति सूत्रेण धेग् घकारस्य स्थाने ककारादेशः सकारः खर्वर्णः इति कृत्वा धेक् योगः सि धेक् योगः षि क्षम्यतां षकारः खर्वर्णः धेक् योगः षि धेक्षि वच् अन्यच्च लिटि कथं भवति इति पश्यामः. वच् अत्र चकारचोः कुः इति सूत्रेण ककारः आगच्छति वक् इति, अनन्तरं श्यति इति सः स्यात् धातुक इति सूत्रेण चकारः तकारं भवति महोदय. सः स्यार्धदातुके इति इत्यनेन सकारान्तदातूनां खलु, अधुना चोः कुः इत्यनेन ककारः भवत्, तर्हि अग्रे किं भवति? अग्रे मेल् मेल् मेल् न अनन्तरं इङ्को वर्णः अस्ति खलु, ककारः इङ्को वर्णे प्रत्याहारेषु आदेशप्रत्ययति सूत्रेण स्थाने मोदिने सहकारः आगच्छति, अनन्तरं मेलनं वक्षि इति रूपं भवति महोदय. वाक्योगः श्यति इति खरीच इति कारणं कार्यं करोति, ककारः तिष्ठति वक्ष्यति इति सत्यं महोदय. अत्र श्यति इति आददातुकस्य इति आददातुकप्रत्ययः अस्ति इति कृत्वा इडागमस्य चिन्तनमपि करणीयं. तर्हि अत्र अनुदात यत् अस्ति इति कृत्वा अनुदात नास्ति इति कृत्वा यदागमः न भवति. भगिनि पुनः वदतु. तत्तु अयं भगिनि पूर्वं महोदयेन चर्चितमासीत् यदागमस्य विषयः, एकाचोपदेशे अनुदात्तात् इति. तर्हि अनुदात्त इत् अस्ति चेत् यत्र लोपः भवति खलु, वच इति धातुः सकारोत्तरवर्ति अकारः अस्ति, तद् तु अत्र स्वरितवर्णः इति मन्ये, सः स्वरितवर्णः यद्यपि अनुदात्तः वर्णः नास्ति, अनुदात्तः वर्णः नास्ति इति कृत्वा तस्य इडागमः न भवति एकाच उपदेशे अनुदात्तात् इति सूत्रेण. एकनिमिषम्, एकाच उपदेश अनुदात्तात् इत्यनेन क्षम्यताम्, अनुदात इति अस्ति इति कृ अनुदात नास्ति इति कृत्वा क्षम्यताम् एकनिमिषः. आमाम्, अनुदात इति अस्ति इति कृत्वा इडागमः न भवति. यदि अनुदात इति अस्ति चेत् अनुदाते नास्ति चेत् इडागमः भवति, अत्र अनुदात इति कृत्वा इडागमः नास्ति. क्षम्यताम्, अवगतवती वा? पूर्वम् अस्माभिः दृष्टमासीत् इडागमस्य विषयः, यत्र आर्धदातुकप्रत्ययः आयाति चेत् इडागमस्य प्रसक्तिः भवति, तर्हि प्रत्ययः प्रत्ययः इदानुकूलः भवेत् तस्य कृते भिन्नसूत्रमस्ति, आर्धदातुकस्य इड् वलादेः इति सूत्रमस्ति. यद् वलादिप्रत्ययः अस्ति, यत्र सकारः अस्ति, कृस्य इति प्रत्ययः सकारादिप्रत्ययः अस्ति, बल् प्रत्याहारे अस्ति इति कृत्वा आर्धदातुकस्य इड् वलादेः इति सूत्रेण इडागमस्य प्रसक्तिः अस्ति, इड् अनुकूलः अस्ति स्यति इति प्रत्ययः. किन्तु धातुः सेत् वा अनित् इति नामकरणमस्ति. सेत् इत्युक्ते स इत् सेत् इति स इत् इत्युक्ते इदानुकूलः धातुः इदानुकूलः वा इति द्रष्टव्यं भवति. किन्तु अत्र धातुः अनित् अस्ति इति कृत्वा इदागमः न भवति. किमर्थम् उक्तवती इत्युक्ते अग्रिमधातुः यत् अस्ति तत्तु इदानुकूलधातुः अस्ति इति वदनस्य इति वक्तुम् शास् योगस्यति. अत्र सकारान्त धातुः अस्ति, स्यति इति आधधातुकप्रत्ययः अस्ति, अतः सः स्याधातुके स्याधधातुके इति सूत्रेण सकारस्य स्थाने तकार आगच्छति, शात् भवति, अतः शास्यति इति. मम अहं चिन्तितवती इत्युक्ते तथा भवति स्म, किन्तु तद् प्रभाद्य सः सार्धदासके प्रभाद्य आर्धदासके बलादेः इत्यनेन युदागमः भवति. तर्हि युदागमः आगच्छति चेत् शास् योगः ई योगः स्यति इति. तर्हि यत्र अधुना किम् अभवत् इत्युक्ते इकारः भवति इति कृत्वा सा शासि योगः शिष्यति इत्यस्ति. तर्हि आदेशप्रत्ययोः इत्यनेन शकारं भवति प्रत्ययस्य. तर्हि शाशिष्यति शाशिष्यति इति रूपम्. अस्तु, ह्यः किं दृष्टवन्तः? ह्यः महोदय उक्तवान् किन्तु अहं न गतवती. हा, अधुना अवगतं खलु भगिनि. अत्र इदागमः भवति. यदि इदागमः नास्ति चेत् सहस्यार्धदातुके इत्यनेन तकारः भवेत् सकारान्तदातुना. किन्तु अत्र इदागमः अपि भवति इति तस्य चिन्तनम् अस्तु. द्वे रूपे भवति, एकमेव रूपम् अस्ति, एकमेव रूपम् सहस्यार्धदातुके इत्यस्य अत्र कार्यं भवति वा चिन्तनं भवति खलु. किमर्थम् इत्युक्ते अधुना इ इति मध्ये आगच्छति, शास् योगः ई योगः स्यति इति अस्ति. सूत्रमस्ति इदागम वर् पुनः वदतु सूत्रम्. आर्धधातुकस्य इड्वलादेः इति सूत्रम्. अस्तु, आर्धधातुकस्य इड्वलादेः. हिमभगिनीः एतदेव रूपं कृतवन्तः. आं भगिनि, ह्यः प्रथमम् अहम् उक्तवती सः स्यार्धदातुके इति. तत्र महोदयेन उक्तम् अत्र अत्र इडागमस्य विचारः अस्ति इति कृत्वा तत्र यत् प्रथमं रूपम् उक्तं तद् समीचीनं नास्ति इति कृत्वा इडागमं कृत्वा अनन्तरं शासिष्यति इति रूपम् विद्याभगिनी एव उक्तवती, महोदय अपि उक्तवान् अहम् अन्यायं कृतवान् इति. आमां, तदेव वयं प्रतीक्षामहे, किन्तु तद् न भवति अभ्यासः इति कृत्वा. अस्तु, अग्रिमं शुकवनं महोदय. संस्योगः स्यति. अत्र किम् इत्युक्ते उपदेश अवस्था अस्ति, शक्ति इति अस्ति, शा इति अमूर्धनी शकारः, अनन्तरं दन्त्यसकारः मूर्धन्यशकारः अकारः दन्त्यशकारः अनन्तरं ति इति. ओ, तकारः यत् इकारः अस्ति तद् अजनुनासिकः इकारः अस्ति इति कृत्वा तस्य लोपः भवति. अपि च तत् इदित् अपि भवति. इदानीं शन्त् इति नुमागमः भवति. नुमागमः मिदच्छोन्ति अत् परः इत्यनेन अन्तिम अकारात् परे आगच्छति. तदनन्तरं शकारस्य मूर्धन्यशकारस्य सकारः कथं भवति? धातु आदेशः सः इति सूत्रे. हा, धात्वादेशः. आम्, धात्वादेशः सः इति सूत्रेण मूर्धन्यशकारस्य सकारादेशः भवति. इदानीं संस्त् इति रूपं योगः स्यति तत्तु सेट् इति कृत्वा इडागमः भवति आर्धधातु अपि च स्यति इति आर्धधातुकप्रत्ययः अस्ति इति कृत्वा आर्धधातुकस्य इत् वलादेः अपि च स्यति इति वल् सकारः वल् प्रत्याहारे अस्ति इति कृत्वा इडागमः संस्त् योगः ई योगः स्यति इदानीं यद्यपि तत्र संस्थितिस्थितौ सकारः उपादायाम् अस्ति किन्तु तत् पदान्ते नास्ति इति कृत्वा स्कोः संयोगाद्योरन्ते च इति सूत्रस्य प्राप्तिः नास्ति संस्त् योगः भवति भगिनि जलादिपरे अपि भवति भवति तत्र संयोगः संयोगस्य पूर्ववर्णः सकारः न भवति खलु नकारः एव अस्ति न परन्तु अपि च इकारः जलि नास्ति इति कृत्वा अपि च पदान्ते नास्ति कोः संयोगाध्ययन्ते च इति सूत्रं पदान्ते एव न ओ जलिपरे अपि वा ओ इति कृत्वा अतः इकारः अस्ति इति कृत्वा एव वल् तत्तु वल् नास्ति इति कृत्वा वल् नास्ति लोपः न भवति आम् संस्तयोगः ई योगः स्यति नश्चापदान्ताजलि इत्यनेन तस्य नकारस्य अनुस्वारः अनुस्वारादेशः भवति संस्तिष् अपि च आदेशप्रत्ययोः इत्यनेन स्यति इत्यस्य सकारस्य षकारादेशः भवति अन्तिमरूपं संस्तिष्यति संस्तिष्यति भगिनी पुनः वदतु कृपया किम् इत्युक्ते षष्टि इति उपदेशावस्थायामस्ति खलु उपदेशावस्थायां षष्टि इति धातुः अत्र धातु आदेशः सः इत्यनेन प्रथमं किं भवति यथा महोदय उक्त्वा उपदेशे अजलनासिकः इत्यनेन त्रि इति तकार उत्तरवर्ति यत्कारः अस्ति तस्य लोपः भवति उपदेशे अजलनासिकैः तस्य लोपः इत्यनेन तर्हि षत् इति भवति अधुना इदित् अभवत् इति कृत्वा इ इत्यस्य इत् अभवत् खलु तर्हि इदित् इति नामकरणं भवति अस्य धातोः तर्हि इदितो नुन् धातोः इति सूत्रेण नुमागमः भवति अधुना प्रश्नः वदति नुमागमः कुत्र भवति इति तर्हि निदच्छुन्ति अतः इति सूत्रं वदति परिभाषासूत्रं वदति अन्तिम अचुवर्णात् परः इति अन्तिम अचुवर्णः अत्र सकारवोत्तरस्ति उत्तरवर्ति सकारः अस्ति तदेव अचुवर्णः खलु अन्तिम अचुवर्णः तर्हि स इन् इस् इत् इति भवति अन्ति रूपं श इति अस्ति अनन्तरं किं धातु आदेशः सः इत्यनेन सः षकारस्य सकारः तर्हि संस्क् इति रूपकं संस्क् योगः स्यति अधुना सेत् अस्ति इति कृत्वा अत्र इडागमः भवति तर्हि संस् योगः ई योगः स्यति अग्रे नश्चापदान्तस्य जलि इति सूत्रेण नकारस्य स्थाने अनुस्वारादेशो भवति तर्हि संस्त् इति भवति संस्त् योगः ई योगः स्यति इति आदेशप्रत्ययोः इत्यनेन इकारः तु इल्कोः वर्णे प्रत्याहारेषु अन्यतमः अस्ति इति कृत्वा आदेशप्रत्ययोः इत्यनेन स्यति इत्यस्य शति इति भवति तर्हि संस्त् योगः ई योगः शति संस्तिष्यति इति रूपम् अस्तु पुनः मम अवगमनं सम्यक् नास्ति अत्र आदेशप्रत्यययोः नश्चापदान्तस्य झलि द्वयोः कस्य कार्यं प्रथमं भवति इति सूत्रसङ्ख्या वदति चेत् सूत्रसङ्ख्या आदेशप्रत्यययोः इति अष्टम द्वे अपि अष्टमध्याये आदेशप्रत्यय तृतीयपादे अस्ति, नश्चापदान्तस्य झलि चतुर्थपादे अस्ति. न न न नश्चापदान्तस्य झलि अपि तृतीयपादे एव अस्ति. अनुस्वरवर्णः इति एव चतुर्थपादे आयाति. एकनिमिषः, अहं सम्यक्तया न दृष्टवान्. प्रायः अहं सम्यक्तया न दृष्टवान्. इदानीं सम्यक् यदि सम्यक्तया न दृष्टवान् प्रायः. अस्तु, क्षम्यतां भगिनि. धन्यवादः. इदानीं यङ्ग्लुकि रूपाणि मघि इति अस्ति, तस्य यङ्ग्लुगन्तधातुः अस्ति मामङ्ग्, मामङ्ग् योगः सि इति अस्ति. इदानीं घकारस्य स्थाने ककारः खरी च इति कृत्वा मामङ्ग् योगः न, तत् तत्पूर्वम् आदेशप्रत्ययोः कृत्वा सकारस्य शकारः कृत्वा षि इति भवति, मामङ्ग् योगः षि. तदनन्तरं खरी च कृत्वा मामङ्क् योगः षि, मेलनेन मामङ्क्षि इति रूपम्. अत्र किम् इत्युक्ते, यत् मामङ्ग् इति यत् अस्माभिः साधितं विद्याभगिनीपूर्वम् बोधितवती, मामङ्ग् इति यत् अस्ति तस्य तत्तु अनुस्वारस्य नुमागमः नुमागमेन एव अभवत् खलु. तर्हि पूर्वं तत्तु तत्र यत् अनुस्वारस्य ययि परसवर्णः इति कार्यम् अभवत् तद् कार्यम् आदेशप्रत्ययोः अनुस्वारं करिष्यति. तर्हि तदनन्तरं करणीयं खरिच कृत्वा. तर्हि मा मम् इति मा मा मा अनुस्वारः गकारः इति स्वीकृत्य मघि इति धातुः अस्ति कृत्वा तदनन्तरम् अनुस्वारः आगत्य अन्ते नकारः. तर्हि अभवत् खलु. कश्चन अभ्यासं कृतवन्तः खलु तच् इति पर्यन्तं भगिनि. ओ एवं वा, मुद्रणे तद् नासीत् इति मन्ये. ओ अस्तु, कस्य पर्यन्तं? ब्रश् इति पर्यन्तं वा? पाप्रच् तदपि कृतं वा? करोतु भगिनि, तत्रैव तदेव अन्तिमं करोतु. अहं वा, अस्तु. प्रच् इति धातुः, पाप्रच् योगः सि. इदानीम् अस्माकं सूत्रमस्ति अत्र चोः षूडन्नासिके च इति सूत्रम् इति कृत्वा तत्र चकारस्य स्थाने तालव्यशकारः पाप्रश् तुक्सहितचकारः अस्ति, द्वयोः स्थाने शकारः तालव्यशकारः पाप्रश् योगः सि. इदानीम् अत्र व्रश्च ब्रश्च सृज मृज यज राज द्वादशांशः इति सूत्रेण तालव्यशकारस्य स्थाने मूर्धन्यशकारः पाप्रश् योगः सि. इदानीम् अत्र षडोः कः सि इति सूत्रेण मूर्धन्यशकारस्य स्थाने ककारः सकारे परे पाप्रक्योगः सि. इदानीम् आदेशप्रत्यययोः इत्यनेन सकारस्य षत्वं पाप्रक् योगः षि, अन्ते करी च इत्यनेन ककारस्य पुनः ककारादेशः पाप्रक्षि. अस्तु भगिनि, तर्हि समाप्तं. प्रश्नः नास्ति चेत् विरमामः. तेषां धन्यवादः भगिनि. अहं प्रेषयिष्यामि सरला भगिनी तद् इदितो ततः तद् इदागमस्य विषयः करपत्रमस्ति, अहं प्रेषयिष्यामि भगिनि. भगिनी संस्कृत तस्य अपि लिखितुं न शृणोमि. संस्कृतयोगस्य अपि अहं क्रमकं भवति सूत्र सूत्र सूत्रक्रमम् अनुसरति वा? अहं पश्यामि, प्रेषयिष्यामि. धन्यवादः. धन्यवादः.